तर्हि गतसप्ताहे क्त्वा इति विषयं वयं समापितवन्तः। गृहपाठरूपेण अखण्डविश्वासः नाम्ना कथा इति आसीत्, सर्वे पठितवन्तः, उत्तराणि लिखितवन्तः, अपि च न कोऽपि प्रश्नः अस्ति इति भाति। कुत्र अस्ति एतस्मिन् कथायाम्? एवं सति एतस्मिन् इति न, एतस्यां कथायां, एतस्यां कथायां सति, एवं सति। अस्तु, सत्यम्। अहं सम्यक् जानामि यत् यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति। कुर्वन् इति कीदृशरूपमस्ति? शत्रन्तरूपमस्ति। सम्यक्। तर्हि एवं सति अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि इति वाक्यमस्ति। सति इति अपि शत्रन्तरूपमस्ति, किन्तु शत्रन्तरूपं सुबन्तपदमस्ति, न तु तिङन्तपदं, नाम क्रियापदं नास्ति। अहं कार्यं कुर्वन् अस्मि, सः भोजनं कुर्वन्। तस्य शब्दस्य वर्तमानकालरूपं किम्? तस्य एकनिमेषः वदामि, एकनिमेषः। अत्र बालकः भोजनं खादन् वदति, अत्र खादन् इति क्रियापदम् अस्ति वा? खादन् इति क्रियापदमस्ति वा? विशेषणमस्ति, विशेषमस्ति। सुबन्तपदमिति वदामः तत्र विशेषणमस्ति, अतः लिङ्गभेदः अस्ति। खादन् खादन्ति, बालिका खादन्ति वदति, गच्छति, खादन्ति गच्छति, खादन् गच्छति पुल्लिङ्गे। तर्हि यत्र उदाहरणार्थम् उत्तमः, तत्र लिङ्गभेदः अस्ति खलु, उत्तमः उत्तमा अस्ति। तत्र यदि तत्र विशेषणविशेषभावः भविष्यति लिङ्गमनुसृत्य, विभक्तिभेदमनुसृत्य अपि भवति वा? नाम यदि अहं वदामि यत् उत्तमः बालकः गच्छति, इदानीं यदि अहं वदामि यत् बालकेन सह गच्छामि, तर्हि उत्तमशब्दस्य रूपं किं भविष्यति? वाक्यं किम्? उत्तमेन बालकेन सह गच्छामि। उत्तमेन बालकेन, तर्हि केवलं लिङ्गम् अनुसृत्य न, अपि तु विभक्तिभेदम् अनुसृत्य अपि भवति खलु। उत्तमेन बालकेन, उत्तमे बालके सप्तसु विभक्तिषु त्रिषु वचनेषु इति भवति खलु। तर्हि अत्र शत्रन्तरूपम् इति हलन्तशब्दः अस्ति, तत्र अग्रिमे पुस्तके वयं द्रक्ष्यामः। तत्र देवः, देवलता, वन, मुनि, शिशु, एतावता सर्वेषां पदानाम् अन्ते स्वरः आसीत्, अजन्तशब्दाः, उकारः, अकारः, इकारः इत्यादिकं नदी। किन्तु अत्र यथा भवत् शब्दः, भवान्, तस्य मूलरूपमस्ति भवत्, तकारशब्दः। खादन् अस्मि, बालकः खादन् वदति इति, खादन् इति तस्य मूलरूपमस्ति तकारान्तशब्दः, यथा भवत् खादत् इति मूलरूपमस्ति, खादत्। खादत् इत्यस्य विभक्ति रूपाणि भवन्ति, खादन् खादन्तौ खादन्तः खादन्तं खादन्तौ खादतः खादता खादद्भ्यां खादद्भिः खादते खादद्भ्यः खादद्भ्यां खादभ्याम् इति अस्ति. अपि च तस्य सप्तमीविभक्त्यन्तरूपम् अस्ति खादति. भवति खादति खादति. भवान् शब्दस्य सप्तमीरूपं भवति खादति इति अस्ति. तर्हि खादति अस्ति. बालकः अस्ति. अस् धातोः शत्रन्तरूपम् अस्ति सत्. सत् खादत् इत्यस्य यथा खाद खादति अस्ति. खाद् धातोः खादत्. अस् धातोः सत्. सत्वविभक्तौ सति. सत्वविभक्तौ सति अस्ति. तर्हि अत्र एवं सति. एवं सति इत्युक्ते दिस् बीङ्ग् द केस् इति अर्थः अस्ति. इन् दिस् केस् एवं सति. एवं सति अहं किमर्थम् अवगतम्. अस्तु, अन्य कोऽपि प्रश्नः अस्ति? अग्रे गच्छेम तर्हि. अग्रिमे पुस्तके द्वितीयखण्डे तत्सर्वं करिष्यामः. अत्र नूतनविषयः अस्ति ल्यप् प्रत्ययान्तानि. अत्र कथा अस्ति धृतराष्ट्रः अपि सञ्जयः. तर्हि सुब्रह्मण्यमहोदयः अत्र धृतराष्ट्रः अपि च लक्ष्मीभगिनी अत्र सञ्जयः. अवलोक्य विश्वरूपं धृतराष्ट्रः संज्ञय भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत्. राजन् अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत. अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य सगद्गदम् अवदत्. संजय भगवन्तं संस्तुत्य पार्थः किम् अवदत्. किं कुर्मः, अस्य अधिकलाभः नास्ति. किं पङ्क्तिशः पश्यामः, प्रत्येकं वाक्यस्य अर्थः कः इति पश्यामः. प्रथमवाक्यं पठतु. संजय भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत्. अवलोक्य, तस्य अर्थः कः? अवलोकनं कृत्वा नाम दृष्ट्वा. दृष्ट्वा धातुः अस्ति लोक्. आलोक्य अवलोक्य आदिपतयः. अत्र किमर्थं ल्यापति अस्ति? ल्यप् कुत्र प्रयुज्यते? उपसर्गः अस्ति. यत्र उपसर्गः अस्ति तत्र क्त्वा इत्यस्य स्थाने ल्यप् इति प्रत्ययः उपयुज्यते अस्माभिः. अस्तु, तर्हि भगवतः विश्वरूपम् आलोक्य अत्र अवलोक्य अर्जुनः किम् अकरोत् इति स्पष्टं स्यात्. अस्तु, द्वितीयवाक्यं. राजन् अत्यद्भुतं. राजन् अत्यद्भुतं तत् स्वरूपम्. अत्यद्भुतं जानाति वा भगिनि? अत्यद्भुतम् उद्भूतम्. उद्भूतम् अद्भुतम् अद्भुतम् अद्भुतम् अद्भुतम् अद्भुतं नाम सामान्यं न, असामान्यम्. अभूतपूर्वं न कदापि दृष्टवान् पूर्वं. यत् प्रथमवारं न कदापि विश्वे सामान्यदृष्टिः नास्ति. बहु असामान्यम् अस्ति. अद्भुतम् अति अद्भुतं. ततः अपि अग्रे ततः इतोपि अद्भुतम्. अति अद्भुतम् अति नाम अतीव बहु. अस्तु, अग्रे. अत्यद्भुतं तत् स्वरूपं वीक्ष्य. वीक्ष्य नाम वीक्ष्यते. वीक्ष्य अत्र दृष्ट्वा. दृष्ट्वा इति अर्थः वि उपसर्गपूर्वकः. ईक्ष्य इति दातुः अस्तु. ईक्ष्य दातुः पार्थः अवेपत अवेपत पार्थः अवेपत नाम कम्पते इति अर्थः कम्पनम् अकरोत् अवेपत अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत अत्र वेप् इति धातुः वेपति अत्र वेपति वेपते अत्र लङ् लङ् लङ्कारे अवेपत अत्र अकम्पत इति अर्थः अकम्पत अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य स गद्गदम् अवदत् अवदत् अञ्जलिम् अञ्जलिः नाम अञ्जलिः अञ्जलिः निबध्य त्वान्तरूपम् निबध्य अञ्जलिं निबध्य नाम अञ्जलिं कृत्वा अञ्जलिं कृत्वा अञ्जलिः इति जानाति हा अञ्जलिं निबध्य भीतः भीतः सः कृष्णं प्रणम्य प्रणम्य स गद्गदम् अवदत् गद्गदम् अवदत् स गद्गदं नाम स गद्गदं नाम वदति अनन्तरं न वदति वदति तथा मध्ये मध्ये वदति तथा प्रणम्यापि ल्यबन्तरूपम् अस्तु अस्तु महोदय सञ्जय भवन्तं भगवन्तं संस्तुत्य पार्थः किम् अवदत् संस्तुत्य संस्तुतिं कृत्वा संस्तुतिं कृत्वा स्तुतिः स्तुतिः प्रशंसा स्तुतिः स्तुतिः नाम प्रशंसा प्रशंसा प्रशंसा नाम ओ सः बहु महान् अस्ति कस्यचित् सम्बन्धे कस्यचित् पुरुषस्य सम्बन्धे ओ सः बहु महान् अस्ति तथा स्तुतिः भगवन्तं संस्तुत्य किम् अवदत् किम् अवदत् संस्तुत्य पार्थः भगवन्तं संस्तुत्य पार्थः किम् अवदत् महाराज अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् अदृष्टपूर्वम् अद्भुतम् पूर्वं न दृष्टम् अदृष्टपूर्वं रूपम् अवेक्ष्य दृष्ट्वा तत्र पुनः ईक्ष इति धातुः ईक्ष अव अव उपसर्गपूर्वकः ईक्ष धातुः अवेक्ष्य पूर्वं वीक्ष्य आसीत् वीक्ष्य इदानीम् अवेक्ष्य समानमस्ति भीतः सः कृष्णं चतुर्भुजं चतुर्भुजः नाम विष्णुः अथवा कृष्णः चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् हे राजन् हरेः तत् अद्भुतं रूपं संस्मृत्य हृष्यामि संस्मृत्य हृष्यामि मम पुस्तके भिन्नम् अस्ति यत्र योगेश्वरः कृष्णः तथा तदपि अस्ति यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये हर्षमनुभवामि हृष्यामि अनन्तरं किम् अस्ति योगेश्वरः यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये सञ्जय गीतोपदेशं निशम्य नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः गीतोपदेश उपदेशं निशम्य निशम्य निशम्य निशम्य तत्र नि उपसर्गपूर्वकः शम् इति धातुः नाम श्रुत्वा इति अर्थः गीतोपदेशं श्रुत्वा नष्टमोहः नष्टं भवति पार्थः नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः सर्वे किं कृतवन्तः पाण्डवाः सर्वे किं कृतवन्तः किं कृतवन्तः अस्तु भवती एव अग्रे पठतु सञ्जयः राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं गाण्डीवम् इति जानन्ति गाण्डीवं गाण्डीवं पुनः हस्ते स्थापितवान् स्वीकृत्य धृतवान् हस्ते स्थापितवान् गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः गाण्डीवधरं पार्थं दृष्ट्वा सन्दृश्य दृष्ट्वा सर्वे तत्र आगत्य स्थिताः सर्वे आगतवन्तः युधिष्ठिरः स्वस्य कवचं कवचः इति जानाति कवचः कवचः विसृज्य त्यक्त्वा विसृज्य वरायुद्धं निषित्य क्षिपति त्यक्त्वा क्षिप्रं रथात् अवरूह्य नाम अवरोहति तत्र रथे आसीत् अनन्तरं ततः गतवान् ततः यथा लोकयाने अस्मि अनन्तरं यदा लोकयानं स्थगयति अहं स्वस्य गृहं तत्र अवरूह्य तत्र लोकयानात् अवरूह्य तत्र अहं गच्छामि रथात् अवरूह्य अवरोहति यथा वानरः वृक्षं गच्छति तस्य उपरि अनन्तरम् अवरोहति वृक्षात् पद्भ्यां जानाति तत्र पदद्वयमस्ति पादः अपि च पद् पादः पादाभ्यां पादाभ्यां पद्भ्यां दकारान्त पादः इति अकारान्तशब्दः अस्ति पद् इति दकारान्तशब्दः अस्ति पद्भ्यां पादाभ्यां समानं पद्भ्यामेव पितामहम् अभिप्रेक्ष्य दृष्ट्वा ईक्षति धातुः पुनः वारं वारम् ईक्षति धातुः अस्ति अभि प्र ईक्ष अभि प्लस् प्र प्लस् ईक्ष अभिप्रेक्ष अभिप्रेक्ष्य अगच्छत् अन्येपि राजानः अन्येपि राजानः तम् अनुसृत्य तस्य अनुगमनम् अन्ये अपि सर्वे राजानः तम् अनुसृत्य सः गच्छति स्म तस्य पृष्ठभागे सर्वे गच्छन्ति स्म अनुसृत्य गतवन्तः अस्ति अस्तु सम्यक् अस्ति अग्रे अवधेयम् सञ्जय भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत् राजन् अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य स गद्गदम् अवदत् सञ्जय भगवन्तं संस्कृत्य संस्कृत्य संस्तुत्य पार्थः किम् अवदत् महाराज अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् हे राजन् हरेः तत् अद्भुतं रूपं संस्मृत्य हृष्यामि यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये सञ्जय गीतोपदेशं निशम्य नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः अत्र शम् धातुः भिन्नमस्ति नि उपसर्गपूर्वकः शम् धातुः भिन्नमस्ति कुत्रचित् उपसर्गः तत्र हृ धातोः उदाहरणानि अहं दत्तवान् तस्मिन् दिने तथैव अत्र यतोहि शम् धातुः नाम शान्तः भवति शम् धातुः यत्र केवलं शम् इति धातुः अस्ति तत्र शान्तः इति शम् धातोः शब्दः अस्ति शम् इति अस्मात् शान्तः आगच्छति तत्र शम् धातोः शाम्यन्ति इति शाम्यति इति अस्ति शम् धातुः शान्तः शाम्यति किन्तु निशम्य नाम तत्र दर्शनं करोति इति अर्थः निशामः निशामः तत्र निरीक्षणं करोति तत्र दर्शनं करोति अथवा ज्ञानप्राप्तिः भवति ज्ञानप्राप्तिः अपि भवति शृणोति एतत् सर्वं भवति अस्तु निशम्य कुत्र अस्ति अत्र राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान् गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुद्धं निक्षिप्य निक्षिप्य शुक्रं रत्वात् अवरुह्य पदभ्याम् एव पितामहम् अभिप्रेक्ष्य आगच्छत् अन्येपि राजानः तम् अनुसृत्य गतवन्तः. अस्तु, स्पष्टं स्यात्. शुक्रं मीन्स् शीघ्रं. प्रायः शुक्रमिति न जाने तादृशवाचः स्यात्. अस्तु, अग्रे पठतु. अवधेयम् उपसर्गरहितानि क्रियापदानि उपसर्गसहितानि क्रियापदानि गच्छति गत्वा नयति आगच्छति गच्छति गत्वा आगच्छति आगत्य नयति नीत्वा आनयति आनीय गृह्णाति गृहीत्वा सङ्गृह्णाति सङ्गृह्य स्मरति स्मृत्वा विस्मरति विस्मृत्य त्यजति त्यक्त्वा परित्यजति परित्यज्य गच्छति गत्वा अवगच्छति अवगत्य धातुः यदि उपसर्गसहितः भवति तर्हि क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति. आगत्य विस्मृत्य आनीय इत्यादीनि ल्यप् प्रत्ययान्तानि अव्ययानि ल्यबन्तानि इत्यपि तेषां नाम. अस्तु, सम्यगस्ति. पुरी पठत जानीता च त्वान्तरूपम् उपसर्गसहितं क्रियापदं ल्यबन्तरूपं गच्छति त्वान्तरूपं गत्वा उपसर्गसहितं क्रियापदम् आगच्छति ल्यबन्तरूपम् आगत्य नयति नीत्वा आनयति आनीय करोति कृत्वा उपकरोति उपकृत्य स्मरति स्मृत्वा विस्मरति विस्मृत्य लिखति लिखित्वा विलिखति विलिख्य क्रीणाति क्रीत्वा विक्रीणीते विक्रीय जानाति ज्ञात्वा विजानाति विज्ञाय स्थापयति स्थापयित्वा संस्थापयति संस्थाप्य प्रेषयति प्रेषयित्वा सम्प्रेषयति सम्प्रेष्य हरति हृत्वा संहरति संहृत्य नमति नत्वा प्रणमति प्रणम्य क्षालयति क्षालयित्वा प्रक्षालयति प्रक्षाल्य कर्षति कृष्ट्वा आकर्षति आकृष्य तिष्ठति स्थित्वा उत्तिष्ठति उत्थाय स्मरति स्मृत्वा संस्मरति संस्मृत्य भवति भूत्वा अनुभवति अनुभूय दिशति दिष्ट्वा निर्दिशति निर्दिश्य ईक्षते ईक्षित्वा निरीक्षते निरीक्ष्य भाषते भाषित्वा सम्भाषते सम्भाष्य वर्तते वर्तित्वा परिवर्तते परिवृत्य कुरुते कृत्वा परिष्कुरुते परिष्कृत्य. सम्यगस्ति. तत्र भाषते भाषित्वा अत्रापि कुत्रचित् इडागमः भवति खलु. इडागमः वयं दृष्टवन्तः गतसप्ताहे भाषित्वा, किन्तु यत्र ल्यबन्तरूपमस्ति बहुवारं न भवति, कुत्रचित् लिखित्वा न लिखित्वा एवं भाति यत् इदागमः कुत्रापि न भवति ल्यबन्तरूपम् अस्ति चेत्, यत्र यत्र यत्र अस्ति तत्र तत्र न दृश्यते इडागमः. अत्र लिखित्वा विलिख्य, स्थापयित्वा संस्थाप्य, प्रेषयित्वा सम्प्रेष्य, क्षालयित्वा प्रक्षाल्य, तर्हि इडागमः न भवति. भाषित्वा सम्भाष्य, वर्तित्वा परिवृत्य, इडागमः न भवति तत्र यबन्तरूपमस्ति चेत्. उत्थाय तत्र नियमाः के के सन्ति इति अहं द्रक्ष्यामि. श्लोकमस्ति चेत् द्रक्ष्यामि. अस्तु, शुभभगिनी. यतो उदाहरणं ल्यबन्तरूपाणि लिखत. उदाहरणार्थं प्र प्लस् क्षालयति प्रक्षाल्य. आ प्लस् गच्छति आगत्य. परि प्लस् गणयति परिगणय्य. निर् प्लस् गच्छति निर्गत्य. सम प्लस स्थापयति संस्थाप्य. सम प्लस हरति संहर्य संहृत्य. परि प्लस त्यजति परित्यज्य. आ प्लस् चादयति आच्छाद्य. छादयति नाम यत्र आवरणमस्ति, आवरणं करोति. सम प्लस् आप्नोति समाप्य. सम प्लस् इक्ष्यते समीक्ष्य. निर् प्लस् इक्षते निरीक्ष्य. प्र प्लस् नमत्रि प्रणम्य. वि प्लस् गणयति विगणय्य. यत्र चुरारिगणीयधातुमस्ति, चुरारिगणे गणयति, तत्र क्षालयति, अपि च तर्हि चुरादिगणे दशमीगणे यत्र अस्ति तत्र तत्र भवति. यदि य इति अस्मात् पूर्वम् अकारः अस्ति परिगणय्य, प्रक्षालयति परीक्षालय्य, क्षालयित्वा प्रक्षाल्य अस्ति न तथा नास्ति यतो हि आकारः अस्ति प्रक्षालयति प्रक्षालयति इति कारणतः गण गणयति तत्र गण तदस्ति नाम ऋणकारात् पूर्वमकारः अस्ति क्षाल्लकारात् आकारः अस्ति यत्र अकारः अस्ति तत्र तत्र भवति अन्यत्र उदाहरणं भविष्यति तत्र तत् भवति चुरादिगणे यत्र धातौ अकारः अस्ति अकारः अस्तु लक्ष्मी भगिनी अग्रे वि प्लस् गणयति विगणय्य उत् प्लस् तिष्ठति उत्तिष्ठ उत्थाय उत् प्लस् तिष्ठति उत्थाय अनु प्लस् भवति अनुभूय परि प्लस् वेषयति परिवेश्य अभि प्लस् नन्दति अभिनन्द्य उपा प्लस् करोति उपकृत्य उद् प्लस् धरति उद्धृत्य वि प्लस् चारयति विचार्य प्रा प्लस् पद्यते प्रपद्य सं प्लस् भाषते सम्भाष्य कोष्ठकात् शुद्धं ल्यबन्तरूपं चित्वा रिक्तस्थाने लिखत उदाहरणार्थं विलिख्य विलिखित्वा सम्यक् रूपं विलिख्य आनीत्वा आनीय आनीय सम्प्रेषयित्वा सम्प्रेष्य सम्प्रेष्य विज्ञाय विज्ञात्वा विज्ञाय उद्धृत्वा उद्धृत्य उद्धृत्य समाप्य समापयित्वा समाप्य विचार्य विचारयित्वा विचार्य उद्घाट्य उद्घाटयित्वा उद्घाट्य प्रविष्ट्वा प्रविश्य प्रविश्य आहूय आहूत्वा आहूय संहृत्वा संहृत्य संहृत्य परिवेश्य परिवेशयित्वा परिवेश्य उत्थित्वा उत्थाय उत्थाय अस्तु सम्यक् अस्ति अनन्तरम् अस्तु शुभभगिनी पठतु यदुदाहरणं ल्यबन्तरूपस्य उपयोगेन वाक्यद्वयं योजयित्वा वदत छात्रः विक्षालय प्रविष्टवान् छात्राः विद्यालयं प्रविष्टवान् पठितवान् छात्रः विद्यालयं प्रविश्य पठितवान् वाक्यद्वयमस्ति तत्र एकं वाक्यं निर्मातु छात्रः विद्यालयं प्रविष्टवान् तत्र प्रविष्टवान् इत्यस्य ल्यपन्तरूपम् अपेक्षितमस्ति छात्रः विद्यालयं प्रविश्य पठितवान् प्रविष्टवान् इति स्थाने प्रविश्य द्वितीयं त्वं सर्वधर्मान् परित्यज इति लोट् लकारः अस्ति लोट् त्वं परित्यज मामेकं शरणं व्रज व्रज त्वं सर्वधर्मान् परित्यज्य त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज सञ्जयः केशवार्जुनयोः संवादं संस्मरति हृष्यति सञ्जयः केशवार्जुनयोः संवादं संस्मृत्य हृष्यति दुर्योधनः आचार्यम् उपसङ्गच्छते ब्रवीति दुर्योधनः आचार्यम् उपसङ्गत्य वस्तुतः रूपद्वयमस्ति गम्य गङ्गत्य द्वयमपि अस्ति उपसङ्गम्य सङ्गम्य उपसङ्गम्य ब्रवीति अत्र कुत्रचित् रूपद्वयमस्ति त्या म्य रूपद्वयं भवति चित् अत्र पूर्वतने पूते अत्र गच्छति गत्वा आगच्छति परित्या अस्ति आगम्य अपि भवतु आगत्य आगम्य कुत्रचित् त्या इति सामान्यमस्ति कुत्रचित् म्य इति सामान्यमस्ति आ उपसर्गपूर्वकः गम् इति आगत्य इति वयं सामान्यतया वदामः अभ्यासः अस्ति उपसङ्गम्य उपसङ्गम्य इति सामान्यमस्ति अग्रे दुर्योधनः आचार्यम् उपसङ्गम्य ब्रवीति योगी द्वाराणि संयच्छति मनः हृदि स्थापयति योगी द्वाराणि संयम्य मनः हृदि स्थापयति प्राणं भ्रुवोः मध्ये आवेशयति ध्यानं करोति प्राणं भ्रुवोः मध्ये आवेश्य ध्यानं करोति सम्यक् अत्र विश् इति धातुः तत्र प्रवेशः प्रवेशं करोति अत्र आवेशयति प्राणं भ्रुवोः मध्ये भ्रुः नाम ब्राव् तत्र प्राणं भ्रुवोः मध्ये आवेशयति आवेश्य ध्यानं करोति अस्तु अग्रे पूर्णस्य पूर्णम् विशति धातुः तत्र उपसर्गः नास्ति चेत् विश् धातुः विष्ट्वा प्रविश्य आविश्य अत्र भ्रुवोः इति द्विवचनस्य षष्टि प्रथम एकवचनम् अत्र ब्रूः यथा गुरुः गुर्वोः षष्टि द्विवचने पूर्णस्य पूर्णम् आदत्ते पूर्णम् एव अवशिष्यते. पूर्णस्य पूर्णम् आदत्य पूर्ण आदत्य न न आद्य आदाय आदाय दत्त्वा आदाय. श्लोकमस्ति पूर्णस्य पूर्णमादायं पूर्णमेव अवशिष्यते. अस्तु तर्हि मानवः सर्व पुनः वाक्यं वदतु. पूर्णस्य पूर्णमादत्ते पूर्णम् एव अवशिष्यते. पूर्णस्य पूर्णमादाय पूर्णम् एव अवशिष्यते. मानवः स्वकर्मणा देवम् अभ्यर्चति सिद्धिं विन्दति. मानवः सर्वकर्मणा देवम् अभ्यर्च्य सिद्धिं विन्दति. सिद्धिं विन्दति. त्वं मम उपदेशं विमृश यथेच्छं कुरु. त्वं मम उपदेशं विमृश्य यथेच्छं कुरु. अस्तु शुभभगिनी विमृश्य विमृश त्वं मम उपदेशं विमृश यथेच्छं कुरु विमृश्य. तत्र चिन्तय तस्मिन् विषये चिन्तयतु इति अर्थः. विमर्शः विमर्शः नाम चिन्तनं वादविमर्शः. विमर्शति नाम चिन्तयति. विमर्शः तस्मिन् विषये चिन्तयतु. योगी निश्चलयम् निश्चलम् योगी निश्चलम् उपविशति योगम् आवरति आचरति. योगी निश्चलम् उपविश्य योगम् आचरति. स्वकर्मणि मनसि मनसा स्वकर्मणि मनसा संन्यस्यन्तु सुखं जीवन्तु. स्वकर्मणि मनसा संन्यस्यन्तु सुखं जीवन्तु. अत्र संन्यस् प्रयासः यथा प्रयासः संन्यस्यति नाम प्रयासं करोति. स्वकर्माणि मनसा संन्यस्य सुखं जीवन्तु. ज्ञानम् उपश्रयति ज्ञानम् उपश्रयति ईश्वरस्य साधर्म्यं प्राप्नोति. ज्ञानम् उपश्रय ज्ञानम् उपाश्रित्य ज्ञानम् उपश्रित्य ईश्वरस्य साधर्म्यं प्राप्नोति. क्षेत्र ज्ञानम् विजानाति ईश्वरभावम् आप्नोति. ज्ञानम् विज्ञाय ईश्वर भावम् आप्नोति। सम्यक्। अस्तु लक्ष्मी भगिनी। पार्थः कृष्णं शिरसा प्रणमति, कृताञ्जलिः वदति। पार्थः कृष्णं शिरसा प्रणम्य कृताञ्जलिः वदति। योगी प्राणं मूर्ध्नि आधत्ते। योगी प्राणं मूर्ध्नि आधत्ते। मूर्ध्नम् इति शब्दः तत्र शिरः इति अर्थः। योगी प्राणं मूर्ध्नि आधत्ते। मूर्धन्यः आधत्ते, आत्मनेपदरूपम् आधत्ते इत्युक्ते आधत्ते। आधत्ते इत्युक्ते योगी प्राणं मूर्ध्नि आधत्ते। आधत्ते नाम मूर्ध्नि सप्तमी रूपं, सप्तमी एकवचनं रूपम् आधत्ते। योगम् आचरति। आधत्ते नाम संस्थाप्य, स्थापयति प्राणं मूर्ध्नि स्थापयति इति अर्थः। योगी प्राणं मूर्ध्नि आधाय आधायति अस्ति। योगी प्राणं मूर्ध्नि आधाय योगम् आचरति। आधत्ते नाम टु अप्लाय, स्थापयति इति अर्थः। ज्ञानी इन्द्रियाणि संहरते, मनः स्थैर्यम् आप्नोति। ज्ञानी इन्द्रियाणि संहृत्य मनः स्थैर्यम् आप्नोति। बुद्धम्। अस्तु तर्हि अत्र एकमासीत् पूर्णस्य सप्तमं वाक्यं, पूर्णस्य पूर्णम् आदत्ते पूर्णमेव अवशिष्यते इति बुद्धं खलु। पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते स्वीकृत्य इति अर्थः। आदाय स्वीकृत्य, पूर्णस्य पूर्णं स्वीकृत्य पूर्णमेव अवशिष्यते। अस्तु तर्हि नाम यत्र अनन्तमस्ति, अनन्तमस्ति तत्र अनन्तात् अनन्तमेव स्वीकरोति चेत् अनन्तमेव अवशिष्यते इति अर्थः। अनन्तं यस्य अन्तः नास्ति तत् अनन्तम्, अनादिः अनन्तम्। यत् यत् बृहत् अस्ति, विराट् बृहत्, तत्र तत्र अनन्तमस्ति चेत् अनन्तात् अनन्तं स्वीकरोति चेत् अनन्तमेव अवशिष्यते। तदानीमपि अनन्तमस्ति। पुस्तकमस्ति चेत् अहं पुस्तकं स्वीकरोमि, किमपि नास्ति तत्र। पुस्तकं नास्ति, पुस्तकमासीत्, पुस्तकं स्वीकृतवान्, इदानीं पुस्तकं नास्ति। किन्तु यत्र यत्र अनन्तमस्ति तस्मात् अनन्तमेव स्वीकरोमि चेदपि अनन्तमेव अवशिष्यते। अस्तु अग्रे सरेम। एतानि वाक्यानि परिशीलयत। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ। परिशीलयत केवलं चिन्तनं, चिन्तनं। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ। अस्तु अग्रे। आसने उपविश्य योगम् आचरन्तु। सर्वाणि कर्माणि ईश्वरे सम्यस्य अध्यात्मचेतसा जीवनं कुरु। सर्वाणि कर्माणि ईश्वरे सम्यस्य समर्प्य अध्यात्मचेतसा जीवनं कुरु। बुद्धम्। अस्तु अग्रे। आत्मना आत्मानं संस्थभ्य कामरूपं शत्रुं जहि। आत्मना आत्मानं संस्थभ्य कामरूपं शत्रुं जहि। नाम जहि जानतु आत्मना आत्मानं नियन्त्रितं कृत्वा नियन्त्रितं कृत्वा कामरूपं शत्रुं जहि जयतु हा जहि नाम जयं जयं कामरूपं शत्रुं हा अग्रे उभयोः सेनयोः मध्ये रथं स्थापयित्वा कृष्णः अर्जुनम् उक्तवान् उभयोः सेनयोः मध्ये रथं स्थापयित्वा कृष्णः अर्जुनम् उक्तवान् सिद्धध्यासिद्धयो सिद्धध्यो समः भूत्वा कर्माणि कुरु सिद्धध्यसिद्धसिद्ध्यो समः भूत्वा कर्माणि कुरु सिद्ध्यसिद्धिः नाम यत्र साफल्यम् अस्ति यत्र साफल्यं नास्ति उभयत्र यत्र सिद्धिः अस्ति यत्र सिद्धिः नास्ति सिद्ध्यसिद्ध्योः द्विवचनं षष्टि सिद्ध्यसिद्ध्योः समः भूत्वा कर्माणि कुरु अस्तु अग्रे स्वधर्मम् अपि अवेक्ष्य विकम्पितुं न अर्हसि स्वधर्मम् अपि अवेक्ष्य विकम्पितुं स्वधर्ममपि दृष्ट्वा भयं न विकम्पितुं न अर्हसि अर्हसि इति जानाति खलु अहम् उक्तवान् पूर्वं शक्नोषि शक्नोषि इति अर्थः वित्ताः कामं दम्भमानमद् अन्विताः दम्भमानमदान्विताः कामम् दम्भमानमदान्विताः कामम् आश्रित्य प्रवर्तन्ते अवगच्छति वा दम्भः दम्भः नाम अहङ्कारः दम्भः दम्भः अहङ्कारः दम्भः मानः अत्र मानं नाम मापनम् किन्तु दम्भमान मद मानप्रायः नाम स्वस्य प्रति स्वं प्रति समानः इति स्यात् स्वं प्रति सम्मानः यत्र नाम आदरः अस्ति आदरः भवति अपरेषां कृते स्वस्य कृते न स्वस्य कृते आदरः तत्र दम्भः इति अहङ्कारः मद यत्र मद नाम बहवः अर्थाः सन्ति किं वदामः तत्र यत्र कोऽपि आल्कोहाल् पिबति तत्र मद इति वदामः तत्र मदः किन्तु तस्य महानतायाम् अपि मदः भवति अहं बहु महान् अस्मि इति तत्र तादृश अपि इन्टाक्सिकेशन् भवति खलु अत्र मद् अतः दम्भः मदः मानम् इति अन्विताः सम्बन्धिताः अन्विताः सम्बन्धिताः कामम् आश्रित्य प्रवर्तन्ते नाम कामम् आश्रित्य प्रवर्तन्ते नाम अस्मिन् लोके यत् लौकिकं सुखम् अस्ति तस्मिन् तस्मिन्नेव प्रवर्तन्ते एतादृशाः जनाः येषां चिन्तनं स्वस्य कृते एव अस्ति अहं महान् इत्यादिकं तेषां सुखं केवलम् अस्मिन् लोके भवति ब्रह्मणि न भवति केवलं पृथिव्याम् अस्ति एतत् शास्त्रं बुद्ध्वा भवान् बुद्धिमान् स्यात् एतत् शास्त्रं बुद्ध्वा बोधति इति बुद्ध धातुः अवगत्य भवान् बुद्धिमान् स्यात् तमः ज्ञानम् आवृत्य प्रमादे सञ्जयति तमः ज्ञानम् आवृत्य आवरणं करोति आवृत्य आच्छादयति आच्छाद्य आवृत्य सञ्जयति नाम अनुवर्तयतु सञ्जयति तमः ज्ञानम् आच्छाद्य आवृत्य प्रमादे सञ्जयति प्रमादे अत्र प्रमादः भ्रमः भ्रमः प्रमादः नाम बहु महान् भ्रमः प्रमादः तमः ज्ञानमावृत्य प्रमादे सञ्जयति वचनं श्रुत्वा किरीटी अवदत् केशवस्य एतत् वचनं श्रुत्वा किरीटी अवदत् अग्रे भगवन्तं स्मरन् शरीरं मुक्त्वा नरः देवपदं गच्छति भगवन्तं स्मरन् शरीरं मुक्त्वा नरः देवपदं गच्छति तत्तत् सङ्ख्याकं गीताश्लोकं परिशील्य आवरणे स्थितस्य धातोः त्वान्तेन ल्यबन्तेन वा रूपेण रिक्तस्थानानि पूरयत दुर्योधनः आचार्यम् उप सं गं वचनम् अब्रवीत् दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् केशवस्य वचनम् श्रु किरीटी भीतवान् केशवस्य वचनं श्रुत्वा किरीटी भीतवान् अहं वैश्वानरः भू चतुर्विधम् अन्नं पचामि अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि भीष्मः सिंहनादं वि नद् शङ्खम् अधमत् भीष्मः सिंहनादं विनद्य शङ्खम् अधमत् अमृतत्वम् अश्नुते तत् ज्ञात्वा अमृतत्वम् अश्नुते राजसि तत् ज्ञात्वा अमृतत्वम् अश्नुते अश्नुते नाम प्राप्नोति रजसि प्रलयं गम् कर्म कर्मसिंह सिंगिषु सिंगिषु कर्मसिंगिषु सङ्गिषु कर्मसङ्गिषु क्षम्यतां कर्मसङ्गिषु जायते रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते यः सामान्यतया अत्र वाक्यं द्विविधा भवति यस्य साफल्यं भवति यस्य च न साफल्यं भवति अत्र साफल्यस्य वाक्यं नास्ति कुत्रचित् जयः भवति आध्यात्मिकजयः भवति कुत्रचित् न भवति अत्र न भवति रजसि रजगुणः रजगुणः नाम यत्र लौकिकसुखं लौकिकं सुखमस्ति अस्मिन् अस्यां पृथिव्यां यत् सुखमस्ति तस्मिन् तत्र गत्वा लौकिकं सुखं तत्र गत्वा कर्मसङ्गिषु जायते नाम भ्रमणे एव नाम भ्रमे एव तिष्ठति सः भ्रमणेन चिन्तयति यत् लौकिकं सुखं सर्वम् अतः तत्रैव तिष्ठति ब्रह्मे अहं सः भ्रमितः तिष्ठति भ्रमितः एव तिष्ठति यः रजसि प्रलयं गत्वा नाम रजगुणस्य सुखं यः इच्छति तत्रैव भ्रमितः तिष्ठति सः अग्रे रजसि गोविन्दं वच् क्षम्यतां तुष्णीं बभूव गोविन्दं उक्त्वा तुष्णीम् अभवत् बभूव न बभूव नाम अभवत् लिट् लकारः लिट् परोक्षभूतकालः यत् यः भूतकालः न कदापि न कोऽपि दृष्टवान् वयं न दृष्टवन्तः अथवा लिट् लकारस्य प्रयोगः भगवद्गीतायां तत्र आरम्भित उवाच अपि लिट् लकारः वयं न दृष्टवन्तः उवाच अत्र बभूव नाम अभवत् इति अर्थः बभूव दुर्योधनः पाण्डवानिकं दृश् द्रोणम् अब्रवीत् दुर्योधनः पाण्डवानिकं पाण्डवानां सेना सैनिकाः सेना तु सैनिकाः दुर्योधनः पाण्डवानिकं नाम सेना पाण्डवानां सैनिकाः दृष्ट्वा द्रोणम् अब्रवीत् नाम अवदत् भीष्मः शङ्खं हर्षं जनयति भीष्मः शङ्खं धमात्वा हर्षं जनयति नाम निर्माणं करोति जन्मं करोति जन्म इति जानाति खलु जन्म भवत्याः जन्म कुत्र अभवत् जन्मदिनं जन्मदिनविद्या अस्ति खलु अस्तु जन्म चिकित्सालये अभवत् वा चिकित्सालये अथवा गृहे चिकित्सालये हा जन्म जन्म नाम जनयति जनयति इति जन्म यस्य जन्म नासीत् सः जनयति सुखं नासीत् सुखं जनयति इति यत्र सुखं नासीत् इदानीं सुखमस्ति सुखस्य जन्म जातम् माधवः स्यन्दने स्था पाञ्चजन्यम् अधमत् माधवः स्यन्दने स्थाति धातुः स्था ष्ठाति लिखितमस्ति तत्र अष्टाध्याय्यामस्ति ष्ठा किन्तु स्था इति धातु तिष्ठति इति तिष्ठति इति स्थित्वा माधवः स्यन्दने स्थित्वा पाञ्चजन्यम् अधमत् योद्धाः प्राणान् त्यज युद्धार्थम् अवस्थिताः योद्धाः प्राणान् त्यक्त्वा युद्धार्थम् अवस्थिताः वयं स्वजनं हन् सुखिनः न भवामः वयं स्वजनं हत्वा सुखिनः न भवामः अर्जुन स्वधर्ममपि च अवाप्लस् ईक्ष न विकम्पितुमर्हसि अर्जुन स्वधर्ममपि च अवीक्ष्य न विकम्पितुमर्हसि मनीषिणः कर्मफलं त्यज् अनामयं पदं गच्छन्ति मनीषिणः कर्मफलं त्यक्त्वा अनामयं पदं गच्छन्ति श्रद्धावान् ज्ञानं लभ परां शान्तिम् अधिगच्छति श्रद्धावान् ज्ञानं लब्ध्वा परां शान्तिम् अधिगच्छति अर्जुन हृदयस्थम् अज्ञानजं संशयं छिद् उत्तिष्ठ छित्त्वा अर्जुन हृदयस्थम् अज्ञानं संशयं छित्त्वा उत्तिष्ठ हृदयस्थम् अज्ञानजं संशयं छित्त्वा नाम कर्तयति इति अर्थः कर्तयति छित्त्वा तत्तत् साङ्ख्यकं तत्र श्लोकम् उच्चैः पठित्वा एतासु पङ्क्तिषु त्वान्तं ल्यबन्तं वा जानीता दृष्ट्वा तु पाण्डवानिकं पाण्डवानिकं प्रथम अध्यायः तृतीयभागः न तत्तु अस्ति किन्तु त्वान्तम् अथवा ल्यबन्तपदं किमस्ति ओ क्षम्यतां दृष्ट्वा अस्तु द्वितीयमा किं धनुः धनुः उद्यम्य पाण्डवः धनुः उद्यम्य पाण्डवः उद्यम्य स्वजनं हि कथं हत्वा सुखिनः स्यामः स्याम तत्रैकागं मनः तत्रैकाग्रं तत्रैकाग्रं मनः कृत्वा कृत्वा सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च निरुध्य ल्यपन्तम् संयम्य अपि ज्ञात्वा भूतादिम् अव्ययम् त्वान्तपदम् ज्ञात्वा धृत्यात्मानं नियम्य च नियम्य अयमभ्यासः बहु कठिनः नास्ति पदत्रयमस्ति चेत् नाम अस्ति अथ व्यवस्थितान् दृष्ट्वा क्लान्तम् दृष्ट्वा अस्ति अस्तु अग्रे निहत्य धातृराष्ट्रान् नः ल्यपन्तपदं निहत्य अस्तु अग्रे एवं बुद्धेः परं बुद्धेवा बुद्ध्वा बुद्ध्वा अत्र दोषः अस्ति खलु बुद्ध्वा सो बुद्धवान् अस्ति एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् संस्तभ्य बुद्ध्वा संस्तभ्य पदद्वयमस्ति उपविश्य आसने युञ्ज्यात् उपविश्य ल्यपन्तम् भूतग्रामः स एवायं भूत्वा प्रलीयते भूत्वा त्वान्तपदम् सगद्गदं भीतः प्रणम्य इति समाप्तः पाठः खलु सम्यगस्ति अस्तु अग्रे गत्वा किं भवतु अत्र च अपि एव इति यत् एतत् सर्वं जानीमः अतः गृहपाठरूपेण कुर्वन्तु अपि तथा वस्तुतः अयं पाठः किञ्चित् दीर्घः अस्ति किन्तु नूतनं किमपि नास्ति च अपि एव इति यत् इति जानन्ति खलु रूपाणि जानन्ति न खलु च अपि एव तत् अत्र गीतभाषा अस्ति अतः यत्र गीतभाषा अस्ति तत्र किञ्चित् काठिन्यम् अस्ति किन्तु व्याकरणदृष्ट्या किमपि नूतनं नास्ति सर्वे नाम तत्र अभ्यासः एवं कर्तुं शक्नुवन्ति अत्र भगवद्गीता इति ग्रन्थः गृहे स्यात् गृहे अस्ति खलु सर्वेषां ग्रन्थः अस्ति तत्तु तत्रापि द्रष्टुं शक्नुवन्ति अर्थस्य अवगमनार्थम् एतत् सर्वमपि तत्र ग्रन्थं स्वीकृत्य तत्र पार्श्वे अस्ति चेत् एतत् सर्वं सुलभतया अवगन्तुं शक्नुवन्ति तत्र कुत्रचित् अनुवादः अपि अपेक्षितः स्यात् तदपि द्रष्टुं शक्नुवन्ति अनेन अस्माकं नाम अवगमनं बहु समीचीनं भवति अतः पुस्तकं पार्श्वे अस्ति चेत् अयं पाठः एकाकिना भवितुमर्हति इति अहं मन्ये एकाकिना गृहे किन्तु श्लोकाः सन्ति खलु संस्कृतेन तदपि नास्ति आङ्ग्लभाषया एव अन्तर्जाले अस्ति अवश्यम् अतः अयं पाठः सर्वे पठितुं शक्नुवन्ति खलु इति अहं मन्ये किम् अत्र अत्र अत्र आगत्य प्रश्नाः सन्ति चेत् चर्चयामः यतोहि व्याकरणदृष्ट्या किमपि नूतनं नास्ति अत्र तर्हि अत्र आगत्य प्रश्नाः सन्ति चेत् पृच्छन्तु तस्मिन् विषये चर्चयामः. स्मितन् वा? अस्तु, समापयामः. नमस्कारः.